सर्वेषां गीतासोपानवर्गं प्रति स्वागतं. सम्प्रति एकं सुभाषितं श्रूयतां. भगिनी सुभाषितं स्मारयतु. विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशःसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न तु धनं विद्या विहीनः पशुः. श्रीगुरुभ्यो नमः. उत्तमं, धन्यवादाः भगिनी. उत्तमरीत्या श्रावितवती. धन्यवादः भगिनी. सप्तमीविभक्तिः इति विषयः समाप्तः. तस्मिन्नेव प्रसङ्गे गते सप्ताहे एकः श्लोकः प्रेषितः मया. सः श्लोकः शिवानन्दलहर्याम् अस्ति. शिवानन्दलहरी इति शङ्कराचार्येण विरचितं. तस्मिन् श्लोके बहूनि पदानि, सप्तमीविभक्त्यन्तपदानि दत्तानि. बहु उत्तमः श्लोकः, प्रसिद्धः अपि. तस्मिन् श्लोके स्मर्तव्याः अंशाः बहवः सन्ति इति कृत्वा श्लोकं प्रेषितवती. श्लोकः भवन्तः सर्वे पठितवन्तः इति मन्ये. पुनः एकवारं स्मारयामि. गभीरे कासारे विसितिविजने घोरविपिने विशाले शैले च भ्रमति कुसुमार्धं जडमतिः समर्प्यैकं चेतःसरसिजम् उमानाथ भवते सुखेनावस्थातुं जनैः न जानाति किमहो. श्लोकस्य अन्वयः: हे उमानाथ, जनः कुसुमार्धं गभीरे कासारे विजने घोरविपिने विशाले शैले च विशति भ्रमति. जनः जडमतिः. भवते एकं चेतःसरसिजं समर्प्य इह सुखेन अवस्थातुं न जानाति किम् अहो इति शङ्कराचार्यः वदति. कुसुमार्धम् इत्युक्ते कुसुमेभ्यः इदम् इति विग्रहवाक्यं भवति. जडमतिः इत्युक्ते स्टुपिड् इति अर्थः अस्ति. जडमतिः इत्युक्ते जडा मतिः यस्य सः इति विग्रहवाक्यं भवति. तत्र बहुव्रीहिसमासः अस्ति. जडमतिः जनः. जडमतिः जनः किं करोति? गभीरे कासारे विशति विजने घोरविपिने भ्रमति. किमर्थं? कुसुमार्थं. किन्तु तदपेक्षया एकम् उत्तमं कार्यं कर्तव्यं. तत् किम् इत्युक्ते एकं चेतःसरसिजं, मनःसरसिजम् इत्युक्ते चित्तं समर्प्य अथवा चित्तस्य समर्पणं कृत्वा सुखेन अस्मिन् लोके स्थातुं शक्नोति इति जनः न जानाति इति शङ्कराचार्यः वदति. तत्र सरसिजम् इति एकं पदमस्ति. सरसि जायते इति सरसिजं, तत्र अलुक् समासः इति वदामः. इत्युक्ते साधारणतया समस्तपदेषु पूर्वसुबन्तपदस्य विभक्तिलोपः भवति साधारणतया, किन्तु अलुक्समासप्रसङ्गे विभक्तिलोपः न भवति. सरसिजम् इत्यस्मिन् सरसि जायते इति रूपं सिध्यति. एतावता बहु उत्तमः श्लोकः, मह्यं बहु रोचते. अयं श्लोकः ज्ञातव्यः. अद्य वयं नूतनपाठं प्रति सरेम. विंशः पाठः अस्ति. विंशः पाठः अधुना आरभ्यते. कृष्णः कदा उत्तिष्ठति इति शीर्षकस्य नाम अस्ति. कृष्णः, कृष्णः इति पदस्य अर्थः कः इति अहं दृष्टवती. कर्षति अरीन् महाप्रभावशक्त्या इति कृष्णः इति दत्तमस्ति. कृष्णः कदा उत्तिष्ठति इति शीर्षकमस्ति. तत्र कदा इति एकं पदमस्ति, भवन्तः सर्वे जानन्ति एव. किन्तु कदा इति पदं किं शब्दात् आगतम्? किं वयं जानीमः? किं शब्दात्? भिन्नसूत्राणां द्वारा कदा इति रूपं आयाति. उत्तिष्ठति उत् उपसर्गपूर्वकः स्थाधातुतः निर्मितं रूपम् उत्तिष्ठति. स्थाधातोः रूपं तिष्ठ कथं भवति इत्युक्ते तत्रापि एकं सूत्रमस्ति पाघ्राध्मा इति बहुदीर्घं सूत्रमस्ति. तेन सूत्रेण स्था इति आकारान्तधातुः स्थाधातोः स्थाने तिष्ठ आदेशः भवति. तेन दीर्घसूत्रेण धात्वादेशः भवति तिष्ठ आदेशः भवति इति कृत्वा उत् उपसर्गपूर्वकः तिष्ठति उत्तिष्ठति. तत्र तिष्ठति इति स्थाधातोः रूपं किन्तु पाघ्राध्मा इतोपि अस्ति तत्र सूत्रे. तस्मिन् सूत्रे अन्ते किम् अस्ति इत्युक्ते निमित्तम् उक्तमस्ति. निमित्तं किम् इत्युक्ते शितिपरे एव तिष्ठ आदेशः भवति इति सूत्रं वदति. शितिपरे एव इत्युक्ते प्रत्ययः शित् प्रत्ययः अस्ति चेदेव एतादृश धात्वादेशः भवति इति सूत्रं वदति. इत्युक्ते शित् नास्ति चेत् तिष्ठ आदेशः न भवति. तदर्थमेव पश्यन्तु स्थाधातोः लृट् लकाररूपं स्थास्यति. केवलं स्थास्यति इत्युक्ते स्थाधातोः रूपं यथावत् तत्र लृट् लकारे यथावत् तिष्ठति. इत्युक्ते लृट् इति लकारः आर्धधातुकलकारः, षित् लकारः न, षित् नास्ति तत्र. शितिपरे एव तिष्ठादेशः भवति इति कृत्वा तत्र स्थाधातोः लट् लकाररूपं तिष्ठति. किन्तु स्थाधातोः लृट् लकाररूपं स्थास्यति अस्ति. सः एकः विषयः. अपि च कर्षणात् कृष्णः, रमणीयत्वात् रामः, व्यापनात् विष्णुः. वयं जानीमः कर्षणात् कृष्णः, रमणीयत्वात् रामः, व्यापनात् विष्णुः इति नाम अस्ति. कदा इति पदस्य प्रसङ्गे इतोपि किं ज्ञातव्यम् इत्युक्ते तत्र अन्यानि पदानि, कानिचन पदानि वदामि. एकदा, सर्वदा, अन्यदा, कदा. तत्र एकदा इत्युक्ते एकस्मिन् काले, सर्वदा इत्युक्ते सर्वस्मिन् काले, अन्यदा अन्यस्मिन् काले, कदा इत्युक्ते कस्मिन् काले इति भवति. तत्र कदा इत्यस्मिन् पदे किमः कः इति एकं सूत्रमस्ति. किमः कः इति सूत्रेण किं शब्दस्य विभक्तिप्रत्यये परे क आदेशः भवति. अपि च तत्र एकम् अन्यत् सूत्रमस्ति, सर्वैकान्य किं यत्तदः काले दा. सर्वैकान्य किं यत्तदः काले दा इत्युक्ते अनेन सूत्रेण सर्वदा, एकदा, अन्यदा, यदा, तदा, कदा इत्यादीनि पदानि सिद्ध्यन्ति. इत्युक्ते सर्व, एक, अन्य, किं, यत्, तत्. साधारणतया एतेषां पदानां प्रसङ्गे औत्सर्गिकरूपेण इति वदामः. औत्सर्गिकरूपेण इत्युक्ते साधारणतया डिफाल्ट्, डिफाल्ट् कृत्वा औत्सर्गिकरूपेण डिफाल्ट् सप्तम्यास्त्रल् इति सूत्रेण सर्वत्र, एकत्र, अन्यत्र, कुत्र, तत्र, यत्र इत्यादीनि पदानि सिद्ध्यन्ति. किन्तु त्रल् प्रत्ययस्य अपवादत्वेन दा इति प्रत्ययः विधीयते इति कृत्वा सर्वदा, एकदा, अन्यदा, यदा, तदा, कदा इत्यादीनि पदानि सिद्ध्यन्ति. इत्युक्ते त्रल् इति एकः प्रत्ययः अस्ति. त्रल् प्रत्ययः एतेषु शब्देषु औत्सर्गिकरूपेण आयाति. किन्तु तं बाधित्वा, तं प्रत्ययं बाधित्वा तस्य अपवादत्वेन तत्र दा इति प्रत्ययः विधीयते. तदर्थमेव अत्र सर्वदा, एकदा, अन्यदा, कदा इत्यादीनि पदानि सिद्ध्यन्ति इति अहं पठितवती, तदर्थम् उक्तवती. त्रल् इति कथनेन तत्र लकारः इत् संज्ञकवर्णः, केवलं त्र एव अवशिष्यते. तदर्थमेव पदानि पश्यन्तु, सर्वत्र, एकत्र, अन्यत्र, कुत्र, तत्र यत्र एतानि पदानि त्रल् प्रत्ययस्य योजनेन सिद्ध्यन्ति, किन्तु अस्माकं विषयः तु द इति प्रत्ययः. द इति प्रत्ययः त्रल् प्रत्ययं प्रबाध्य आयाति. सर्वैकान्य किं यत्तदः काले द इति सूत्रेण आयाति इति विषयः. चिन्ता मास्तु, अहं पठितवती, तदर्थम् उक्तवती. अधुना वयं गीतासोपानपुस्तकं प्रति गच्छेम. अत्र द्विसप्ततितमं पुटं पश्यन्तु. तस्मिन् पुटे एकं सम्भाषणमस्ति. कदा इति पदं वयं सर्वे जानीमः. कदा इति पदं योजयित्वा वक्तुमिच्छामश्चेत् भवती कदा उत्तिष्ठति, भवती कदा कार्यालयं गच्छति, भवती कदा संस्कृतं पठति, भवती कदा निद्राति, एतानि वाक्यानि लेखितुं शक्नुमः. परिचितं पदमेव, भवन्तः सर्वे जानन्ति एव. किन्तु अस्मिन् सम्भाषणे इतोपि किञ्चित् ज्ञातव्यमस्ति. इत्युक्ते प्रत्येकं पदं स्वीकृत्य किञ्चित् गभीरचिन्तनं कुर्मः वयं सर्वे मिलित्वा. किमर्थं चेत् भवन्तः सर्वे व्याकरणवर्गं गच्छन्तः सन्ति इति कृत्वा किञ्चित् इतोपि गभीररीत्या अस्मिन् सम्भाषणे इतोपि किं दत्तमस्ति इति परिशीलयाम. अधुना तदर्थं गीतासोपानं पुस्तकं पश्यन्तु. अत्र पुटसङ्ख्या 270 पुटं पश्यन्तु. अधुना वेदा भगिनी, अत्र रक्तवर्णैः लिखितं वाक्यमस्ति, पठतु. कदा इति प्रयोगद्वारा यथोदाहरणं प्रश्ननिर्माणं कुरुत. तस्मात् पूर्वं पूर्वस्मिन् पुटे पश्यात् उच्चैः पठत अवगच्छत च कदा. प्रत्येकं पदस्य प्रसङ्गे वदतु. पश्यत, पश्यत इत्युक्ते पश्यत लङ्लकाररूपं न अपश्यत. एकं वदामि, यदा भगिनी वदन्ती अस्ति, अन्ये सर्वे कृपया म्यूट् मध्ये तिष्ठन्तु अथवा तूष्णीं तिष्ठन्तु. यदा भगिनी समापितवती तदा भवन्तः वक्तुं शक्नुवन्ति. अधुना भगिनी पुनः वदतु, पश्यत इति कीदृशं रूपं. लोट्लकारे मध्यमपुरुष बहुवचनरूपम्. उत्तमं. धातुं जानाति वा? दृश् दृश् धातुः. उत्तमं. दृश् इति लौकिकधातुः, दृशिर् इति तत्र उपदेशावस्थायां रूपम् अस्ति. दृशिर् पश्यत उच्चैः पठत, उच्चैः पठत तत्र तृतीया विभक्ति बहुवचने उच्चैः. अत्र तृतीया विभक्तिरूपं नास्ति, उच्चैः अव्ययपदमस्ति. तस्मिन् प्रसङ्गे किञ्चित् वदामि. तत्र उच्चैस् इति सकारान्तशब्दः अस्ति, अव्ययपदमस्ति. अत्र संस्कृतव्याकरणे स्वरादिगणः नाम्ना एकः गणः अस्ति, तस्मिन् गणे अयं शब्दः उपविष्टः. इत्युक्ते स्वरादिगणीयसदस्यः, स्वरादिगणः नाम्ना एकः गणः अस्ति, तस्मिन् गणे उच्चैस् इति अव्ययपदमस्ति. उच्चैस् इति कथम् उच्चैः भवति, इत्युक्ते सकारस्य स्थाने विसर्गः कथम् आयाति, वदतु. उच्चैः, तत्र उच्चैस् सकार अस्ति, तत्कारेण ससजुषोरुः इति सूत्रेण सकारस्य स्थाने रु आदेशः भवति, रु आदेशः भवति. तत्र रु इत्युक्ते रकार अनुनासिक उकार अस्ति अत्र, उपदेश अनुनासिक इति तस्य लोप इति सूत्रेण कार्यं करोति. तत्कारणेन अनुनासिक उकारस्य लोपः भवति, रेफ एव तिष्ठति. उच्चैर् रकार आयाति, उच्चैर्. तत्पश्चात् रकार अस्ति खरवसानयोर्विसर्जनीयः इति सूत्रं कार्यं करोति. तत्र अवसानमस्ति उच्चैर् रकारस्य, पश्चात् कोऽपि वर्णः नास्ति, तत्कारणेन अवसानम् इति उच्यते. उच्चैर् रकारस्य विसर्गः भवति, खरवसानयोर्विसर्जनीयः इति सूत्रेण उच्चैः रूपमायाति. उत्तमम्. संशयः अस्ति. उच्चैः सिद्धिः प्रातिपदिकमस्ति. ससजुषोरुः कथं कार्यं करोति तत्र? उच्चैः स प्रातिपदिकं न, ससजुषुरुः पदान्ते एव कार्यं करोति. तो उच्चैः योगः सु एण्ड् देन् वन् सकारस्य लोपः भवितुमर्हति. कदा भवति, कथं भवति? अहं किं ज्ञातवती इत्युक्ते अव्ययानि अपि सुबन्तानि एव, इत्युक्ते अव्ययपदानाम् अन्ते अपि सुप्रत्ययः अस्ति, किन्तु सः सुप्रत्ययः अन्ततो गत्वा तस्य लोपः भवति. अव्ययानि अपि पदानि एव, सुप्रत्ययस्य लोपः भवति चेदपि, सुप्रत्ययस्य लोपः भवति चेदपि उच्चैः तत्र अवशिष्यते न. उच्चैः, वि स्टार्ट् वित् उच्चैः, उच्चैः प्रातिपदिकस्य स्टार्टिङ्ग् भवति न. उच्चैः योगः सुयोगः, सुलोपः भवति. उच्चैः कथं भवति? उच्चैः इति प्रातिपदिकं न. कार्यं तु ससजुषोरुः अपि च खरवसानयोर्विसर्जनीयः इत्यनेन एव भवति. अस्तु, तत् करेक्ट्. बट् उच्चैः, उच्चैः अहं चिन्तयामि, उच्चैः योगः सु, तदनन्तरम् अव्यादाप् सुपः इति सूत्रेण सुलोपः भवति. उच्चैः एव प्रत्ययलोपे प्रत्ययलक्षणम् इति कारणेन पदं भवति. तत् कारणेन स सजुषोरुः उपदेशचननासिका करवसानयो विसर्जनीय एतानां सूत्राणां कारणेन उच्चैः इति रूपं सिद्ध्यते. ससजुषोरुः खरवसानयोर्विसर्जनीयः इत्याभ्यां सूत्राभ्यां कार्यं भवति. अपि च अत्र पश्यत इति मध्यमपुरुष लोट्लकार बहुवचनरूपम् अस्ति. यद्यपि पश्यन्तु संस्कृतभाषायां कीदृशी शक्तिः अस्ति. अत्र यूयं पश्यत, यूयम् इति पदस्य अभावे अपि वयम् अवगन्तुं शक्नुमः. इत्युक्ते कर्तृपदं नास्ति चेदपि पश्यत इति पदस्य दर्शनेन अवगन्तुं शक्नुमः. यूयं पश्यत इति अवगम्यते अस्माभिः. उत्तमं भगिनि, उच्चैः पठत, पठत अपि पठधातूना मम लोट्लकाररूपमस्ति मध्यमपुरुषे बहुवचने. पठत, अवगच्छत अपि अवगच्छत गन्धातूनाम् आयाति. तत् पदमपि लोट्लकारे मध्यमपुरुषे बहुवचने अस्ति. अवगच्छत च अव्ययम् अस्ति. पश्यत, उच्चैः पठत, अवगच्छ, उच्चैः पठत तत्र क्रियाविशेषणं, या क्रियाविशेषणम्. उच्चैः पठत इत्युक्ते कथं पठनीयम् इत्युक्ते उच्चैः पठनीयम् इत्युक्ते तत्र क्रियाविशेषणं भवति. तत्र च इति अव्ययपदम् अस्ति. च इत्यस्मिन् चकार अकारयोः रूपमस्ति. च इति वयं पूर्वस्मिन् वर्गे दृष्टवन्तः. च इति तालव्यवर्णः. इचु यशानां तालु इत्यनेन तालव्यवर्णः. किन्तु च इति अव्ययमस्ति. तस्मिन् प्रसङ्गे वयं पूर्वम् एकं करपत्रं पठितवन्तः, भवन्तः स्मरन्ति चेत्. इत्युक्ते च इति अव्ययस्य प्रयोगः साकल्येन भवति, अपि च स्वातन्त्र्येण अपि भवति इति वयं पठितवन्तः. कोऽपि स्मारयति वा तं विषयं? शोभा भगिनी, भवती किञ्चित् वक्तुम् इच्छति वा? अत्र च इत्यस्मिन् प्रसङ्गे साकल्येन तस्य प्रयोगः भवति, अपि च स्वातन्त्र्येण अपि प्रयोगः भवति, यथा किञ्चित् स्मारयामि. वदतु. तत्र साकल्येन इत्युक्ते सकलः इति शब्दस्य, सकलम् इति समूह इति भवति इति मन्ये. अतः रामः लक्ष्मणः च वनं गतवन्तः इति. अपि च अन्यत् किम् उक्तवती भगिनी? चकारप्रयोगः इति करपत्रं वयं पठितवन्तः पूर्वम्, अहं प्रेषितवती. तस्मिन् करपत्रे किं लिखितमस्ति इत्युक्ते रामः कृष्णः च गच्छतः इति वाक्यं साधु. इत्युक्ते तत्र स्वातन्त्र्येण चकारस्य प्रयोगः कृतः. अन्यत् वाक्यमस्ति रामः कृष्णः च गच्छति. गच्छति इति क्रियापदमपि तत्र साधु. रामः कृष्णः च गच्छतः इति एकं वाक्यं, रामः कृष्णः च गच्छति वाक्यमपि साधु. रामः कृष्णः च गच्छति इत्यस्मिन् प्रथमपुरुषे एकवचनक्रियापदमपि तत्र साधु. वेदा भगिनी सम्यक्तया उक्तवती, भगिनी उत्तमम्. पमेला भगिनी भवती करोतु प्रथमं वाक्यं. सूर्य कदा उदेति? प्रातः सूर्य उदेति. तत्र उदेति उत्पर्सर्ग इ प्रत्यय इति मन्ये. प्रत्ययः किमर्थं? सारी सारी सारी, नो नो नो, धातु भगिनी. तत्र ई इति धातुः उक्तवती, उत्तमं भगिनी. ई धातुः इत्युक्ते इकारान्त ह्रस्व इकारः अस्ति, किन्तु सः धातोः उपदेशावस्थायां तस्य रूपं जानाति वा? इन् इन् गतौ, इन् गतौ, तर्हि ईकार अदादिगण धातु अस्ति, नकार हलन्त्यम् इत्यनेन लोप भवति. ईकार अवशिष्यते, तर्हि लट्लकार प्रथमपुरुष अयोग तिप् भवति, तर्हि सारि ई योग तिप्, तर्हि सार्वधातुकम् अपि सार्वधातुकप्रत्यय परे गुण भवति, ऊकारस्य ए भवति, तदेव एति इति भवति. ईकारस्य एकारः, एकारः प्रथमपुरुष एकवचन एति इति रूपं सिद्धम्. सम्यक् उक्तवती भगिनी. अत्र धातुः इण् गतौ इति उपदेशावस्थायाम् इण् गतौ इति धातुः अस्ति, किन्तु तत्र मूर्धन्यणकारः अन्ते अस्ति, सः मूर्धन्यणकारः हलन्त्यम् इति सूत्रेण अपगच्छति, तत्र केवलम् ई एव तिष्ठति. ई तस्मात् परं तिप् इति प्रत्ययः, इत्युक्ते प्रथमपुरुष एकवचनप्रत्ययः तिप् प्रत्ययः अस्ति. ति इति सार्वधातुकप्रत्ययः अस्ति इति कृत्वा सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति. गुणः भवति इत्युक्ते इकारस्य गुणसंज्ञकवर्णः एकारः, तदर्थम् इकारस्य रूपं ये भवति, किन्तु ये अपि च तिङ् प्रत्ययः इत्युक्ते धातु तिङ् प्रत्ययोः मध्ये विकरणप्रत्ययस्य आकृतिः किमपि नास्ति इति कृत्वा अदादिगणे अस्ति इति वक्तुं शक्नुमः. आरम्भे इकारः ये भवति, अनन्तरं ति केवलं वर्णमेलनेन एति इति रूपं सिद्ध्यति. एतावता धातुः अदादिगणीयः द्वितीयगणस्य सदस्यः. अपि च भवन्तः श्रुतवन्तः खलु अन्वेति इति पदं, तत्र अनु उपसर्गपूर्वकः एति, तत्र यण् सन्धिः भूत्वा अन्वेति इति रूपं सिद्ध्यति. तथा एव अन्वयः इति पदमपि इण् गतौ तस्मात् धातुतः एव निर्मितं पदम्. अन्वेति इत्युक्ते साधारणतया यदा वयं श्लोकं पठामः तदा अन्वयं वदतु इति वदामः. अन्वेति इत्युक्ते अनुगच्छति इति अर्थः अस्ति. एतावता अत्र एति इत्यस्मिन् पदे धातुः इण् गतौ. भगिनी भवती एव वदतु, अत्र प्रातः इति पदमस्ति, तस्मिन् प्रसङ्गे वदतु. प्रातः पुल्लिङ्गपदम् अस्ति भगिनि? अव्ययमस्ति. ओ अव्ययं, क्षमता. तत्र प्रातः इति रेफान्तव्ययम् इत्युक्ते तस्य मूलरूपं प्रातर्. ओ प्रातर् रेफान्तव्ययमस्ति. पूर्वं वयं चर्चितवन्तः अत्रापि खरवसानयोर्विसर्जनीयः इति सूत्रेण रेफस्य स्थाने विसर्गादेशः भवति इति कृत्वा प्रातः इति रूपं सिद्ध्यति. यदा वयं खरवसानयोर्विसर्जनीयः इति सूत्रं पश्यामश्चेत् तस्मिन् सूत्रे केवलं पदद्वयमेव अस्ति, खरवसानयोः विसर्जनीयः. रेफस्य प्रसङ्गे किमपि न उक्तमस्ति सूत्रे, किन्तु तत्र रः इति पदम् अनुवृत्तिरूपेण पूर्वसूत्रात् खरवसानयोर्विसर्जनीयः इत्यस्मिन् सूत्रे अनुवृत्तिरूपेण आयाति रः इति पदं, तेन वयम् अवगन्तुं शक्नुमः. सूर्यः इत्युक्ते दिवाकरः, दिवाकरः इत्युक्ते दिवां करोति इति दिवाकरः. सूर्यः इत्युक्ते भवन्तः दृष्टवन्तः वा कथं इदं पदम् आगतम् इत्युक्ते सरति आकाशे इति सूर्यः इति दत्तम् अस्ति. केचन शब्दाः निपातसंज्ञकाः भवन्ति, तेषु पदेषु अयं शब्दः अन्यतमः इति अहं चिन्तयामि. एतावता दिवाकरः एकः प्रश्नः, तत्र निपात इत्युक्ते किं? निपातसंज्ञक इत्युक्ते इत्युक्ते तस्य कृते देर् इस् नो स्पेशल् एक्स्प्लेनेशन् आर् सूत्रम् इति मम चिन्ता. प्रादयो निपातः इति सूत्रमस्ति. अर्थः कः वदतु? प्रातयः निपात संज्ञासूत्रमस्ति. प्रातयः निपातः, प्राति निपातसंज्ञा आप्नोति. तस्य पदस्य समर्थनार्थं सूत्राणि न सन्ति इति भाति. वदतु. वै तु इत्यादि पदानि छन्दस्य छन्दोबद्ध कृते श्लोक मध्ये भवति किल, भवन्ति तु वै च तु हि, देर् आल् काल्ड् निपातास् अव्यय कैण्ड् आफ् तु हि च स्मः वै. मम प्रश्नः, एति शब्दस्य रूपाणि एति इतः यन्ति इति अहं दृष्टवती, तत्र या कथम् आयाति? एति ऐ अण्डर्स्टुड् बहुवचनरूपं वा? हा, बहुवचनरूपं यन्ति इत्युक्ते तत्र विशिष्टकार्याणि सन्ति. तस्मिन् प्रसङ्गे अग्रे चिन्तयामः. एतावत् अत्र इतोपि सूर्यः इति पदस्य प्रसङ्गे अहं किं ज्ञातवती इत्युक्ते, सूर्यः इति पदस्य प्रसङ्गे अत्र एकः एव यकारः लिखितः, इत्युक्ते एकः एव यकारः अस्ति अस्मिन् पुस्तके अथवा अस्मिन् पुटे. किन्तु तत्र एकं सूत्रमस्ति, अचोरः अभ्यां द्वे. तेन सूत्रेण यकारः द्विवारं योजयित्वा अपि लेखितुं शक्नुमः. इत्युक्ते यकारद्वयं लिखित्वा सूर्यः इति पदं लेखितुं शक्नुमः. तस्य समर्थनार्थम् अचोरः अभ्यां द्वे इति एकं सूत्रमस्ति. इत्युक्ते अचुवर्णात् परतः रेफः अथवा हकारः अस्ति चेत् तत्र विकल्पेन द्वित्वं भवति. इत्युक्ते यकारस्य रूपं द्विवारम् आयाति, तद्रूपमपि साधु एव इति एकः विषयः. अचोरहाभ्यां द्वे इति सूत्रेण भवति. अग्रे पम्मेल भगिनी भवती एव करोतु अग्रिमम्. सूर्य कदा कदा अस्तम् एति, सूर्य सायम् अस्तम् एति. तत्र अस्तम् अहं चिन्तयामि अस्त इति पुल्लिङ्ग अपि भवितुम् अर्हति. मया दृष्टम् अत एव वक्तुं शक्नोमि भगिनि. अस्त इति पुल्लिङ्ग अपि भवितुम् अर्हति, नपुंसकलिङ्ग अपि भवितुम् अर्हति किल? किमर्थं तत्र अहं इट्स् बीन् गिवन् लैक् दट् भगिनि. अस्त इति पदं क्तान्तरूपं भवति चेदेव, इत्युक्ते क्ताप्रत्ययान्तरूपं भवति चेदेव तस्य रूपाणि त्रिषु लिङ्गेषु भवितुम् अर्हन्ति. धन्यवादः भगिनि. अत्र अन्ते मकारः अस्ति, किमर्थम् अनुस्वारः नास्ति? अनुस्वारस्य अहं सम्यक् न जानामि, किन्तु तत् रूल्स् अस्ति यत् if is followed by swara then anunasikasya yai parshavarna something it happens because it's followed always by swara. Atra anuswarasya yai parshavarna ityasya prasaktihi nasti kintu bhavati yaduktavati tat sadu eva ichukte asya padasya anantaram achvarna asti halvarna nasti vyanjanam nasti vyanjanam asti ched मोनुस्वारः इति सूत्रेण मकारस्य स्थाने अनुस्वारः आयाति. किन्तु अत्र अस्तम् इति पदस्य अनन्तरम् एकारः अस्ति, एकारः अच्वर्णः न तु व्यञ्जनम्. व्यञ्जनम् अस्ति चेत् तदा मोनुस्वारः सूत्रेण मकारस्य स्थाने अनुस्वारः आयाति. अस्तम् इति पदस्य प्रसङ्गे किञ्चित् वक्तुमिच्छामि. अस्तम् इति पदं क्ताप्रत्ययान्तरूपं, क्तान्तरूपं यथा भवत्या उक्तम् अस्तम् अस्तः अस्ता इति रूपाणि भवन्ति. किन्तु भवन्तः पश्यन्ति चेत् अस् धातुः त्रिषु गणेषु अस्ति, अहं दृष्टवती अतः वदामि. प्रथमतया अदादिगणे अस्ति. अदादिगणे अस् धातुः अस्ति चेत् तस्य लट्लकाररूपम् अस्ति. अस् धातुः दिवादिगणे अस्ति, तस्य रूपम् अस्यति. सः धातुः भुवादिगणे अपि अस्ति, भुवादिगणे अस्ति चेत् अस् धातोः रूपम् असति. किन्तु अत्र कस्य धातोः कृतान्तरूपम् इदम् इति चिन्तनीयम्. इत्युक्ते अस् धातुः त्रिषु गणेषु अस्ति किन्तु कृतान्तरूपमेव, किन्तु कस्य धातोः कृतान्तरूपम् इदम् इति अहं परिशीलितवती. अदादिगणे यः अस् धातुः अस्ति तस्य रूपम् अस्ति, पुस्तकम् अस्ति, तस्य क्तान्तरूपं भूत. अदादिगणीय अस् धातोः क्तान्तरूपं भूत. भुवादिगणे यः अस् धातुः अस्ति तस्य क्तान्तरूपम् असित. तत्र ईडागमः भवति. भुवादिगणीय अस् धातोः प्रसङ्गे कृतान्तरूपं पश्यामश्चेत् मध्ये इडागमः भूत्वा असित इति रूपं सिद्ध्यति. किन्तु अत्र अस्तम् इति पदमस्ति, तत्रूपं दिवादिगणीय अस् धातुतः निर्मितं रूपं. तत्र किं लिखितमस्ति इत्युक्ते यस्य विभाषा इति सूत्रेण इडागमः, इत्युक्ते इडागमः अभूत्वा इडागमम् अकृत्वा इदं रूपं दत्तमस्ति. इत्युक्ते अस्त इत्यस्मिन् इडागमनिषेधः दृश्यते. असित इति कथनेन तत्र इडागमः अस्ति. भुवादिगणीय अस् धातोः प्रसङ्गे असित इति क्तान्तरूपं, किन्तु दिवादिगणे यः अस् धातुः अस्ति तस्य क्तान्तरूपम् अस्त, तस्य लट्लकाररूपम् अस्यति इति भवति. एतावता अस्तम् इत्युक्ते अवसानप्राप्तिः अथवा अदर्शनम्. भगिनि सन्देहः, सूर्यः पुल्लिङ्गे अस्ति, सूर्यः कदा अस्तः इति अशुद्धं वा? अशुद्धम् इत्युक्ते अत्र विशेषणविशेष्यभावः नास्ति. सायम् इति अव्ययपदम् इति दत्तमस्ति. सायम् इत्युक्ते दिनान्तसमयः अथवा सन्ध्याकालः इति किमपि लिखितमस्ति. तत्र सायम् इति पदस्य अर्थः कः? स्यति समापयति दिनम्. स्यति समापयति दिनम् इति लिखितमस्ति. अहं किम् उक्तवती? स्यति, स्यति समापयति दिनम् इति कथनेन तत्र स्यति इति कीदृशं पदम् इत्युक्ते दिवादिगणे एकः धातुः अस्ति, शो. उपदेशावस्थायां शो अस्ति, किन्तु लौकिकस्थित्यां सो इति धातुः अस्ति. सो धातोः रूपं दिवादिगणे स्यति. स्यति, स्यतः, स्यन्ति इत्युक्ते तस्य अर्थः तु टु किल्, टु डिस्ट्राय्, टु फिनिश् आर् टु एण्ड् इत्युक्ते दिवादिगणे सो धातोः रूपं स्यति अस्ति. किमर्थम् उक्तवती इत्युक्ते सायम् इति पदस्य प्रसङ्गे स्यति अथवा समापयति दिनम् इति अर्थः उक्तः. पमेला भगिनी धन्यवादाः. शुभदा भगिनी भवती वदतु अत्र इतोपि किं लिखितमस्ति अग्रे. भगिनी क्षम्यतां भगिनि, अत्र दत्तम् अस्तम् अस्तम् इति स्पोकन् संस्कृत मध्ये दत्तम् अव्ययपदम् अपि भगिनि. अव्ययम् अस्तु, धन्यवादः. सूर्यः सायम् अस्तम् एति. शुभदा भगिनी वदतु. आं भगिनि, भगिनि एकः प्रश्नः अत्र तवक्तु प्रत्ययं करोमि चेत् पठितवान् पठितवती इति भवति, परन्तु अत्र भूतवान् इति न भवति, अभवत् इति ओन्लि भवति. किमर्थम्? एनि रीज़न् बिहैण्ड् दिस् इस् वट् ऐ फौण्ड् इन् द अभ्यासपुस्तकं बै टीचिङ्ग्. भवती किं वक्तुमिच्छति इत्युक्ते अदादिगणे यः अस् धातुः अस्ति अस् धातोः क्तवत्वन्तरूपम्. आं भगिनि, वान्वती प्रत्ययः अस्ति चेत् पठितवान् पठितवती इति भवति, अन्येषु धातुरूपेषु. परन्तु अस् धातोः रूपम् अथवा भूधातोः रूपं तवक्तु प्रत्ययः रूपं न भवति. अत्र अभवत् अभवन् इति रूपाणि भवति, न तु तवक्तु प्रत्ययः. सो किमर्थम् एतादृशं भवति न जानामि. अहमपि दृष्ट्वा एव वक्तुं शक्नोमि, कक्षायाः अनन्तरं किञ्चित् पठित्वा प्रेषयामि. भगिनी, भूतवान् भूतवती इति न योजयामः, परन्तु अनु इति उपसर्गं मिलित्वा अनुभूतवती शुद्धपदं किल. किन्तु अस् धातोः प्रसङ्गे भूतवान् भूतवती इति रूपाणि सन्ति वा, तत्र कारणं किं वदतु. अस् धातोः अपि भूत्वा एव अस् धातोः प्रसङ्गे एकं विशिष्टं सूत्रमस्ति अस्तेर्भूः. तेन सूत्रेण अस् धातोः प्रसङ्गे भू आदेशः भवति इति कृत्वा भविष्यति इति. भूधातोः लृट्लकाररूपमपि भविष्यति एव, अस् धातोः लृट्लकाररूपमपि भविष्यति एव. किन्तु भगिन्या यत् उक्तमस्ति तस्मिन् प्रसङ्गे किञ्चित् अनन्तरं वदामि भगिनि. अग्रे पठामि वा? पठतु, रक्तवर्णैः किञ्चित् लिखितमस्ति. एतत् सम्भाषणम् उच्चैः पठत. अत्र एतत् इति एतत् इति सर्वनामपदं भवति. एतद् इति मूलरूपमस्ति, तस्य नपुंसकलिङ्गे प्रथमाविभक्ति एकवचने एतत् इति भवति. सम्भाषणम् इति सम् उपसर्गपूर्वकः भाष इति धातुः अस्ति. एतत् धातुः वादिगणे आत्मनेपदी धातुः अस्ति. तस्य ल्युडन्तरूपम् अहं चिन्तयामि. एतावता अत्र भाष धातुः यथा भवत्या उक्तं भुवादिगणीयः आत्मनेपदी धातुः, तदर्थमेव भाष भाषते इति रूपम् अस्ति. भाषणं सम्भाषणं, भाषा अथवा सुभाषितम् इत्यादीनि पदानि भाषधातोः रूपाणि एव. एतावता अर्थः तु व्यक्तायां वाचि इत्यस्मिन् अर्थे अयं धातुः अस्ति. भाष धातुतः निर्मितं ल्युडन्तं पदम्. अग्रे वदतु. बाल अम्ब कृष्णः कदा उत्तिष्ठति? बालः वदति अम्ब सम्बोधनार्थम्. अम्ब इति अम्बा इति पदमस्ति जननी इत्यर्थेन, तस्य सम्बोधनार्थम् अम्ब इति भवति. अम्बा इति पदस्य अम्ब इति भवति. कृष्णः कदा उत्तिष्ठति? बालः अम्बायै प्रश्नं पृच्छति, कृष्णः कदा उत्तिष्ठति इति. अग्रे पठामि वा भगिनि? अम्ब इति लोके सम्बोधने ह्रस्वत्वं भूत्वा अम्ब इति भवति. इत्युक्ते अत्र अम्ब दीर्घ आकारान्त शब्दः, अम्बा भवती जानाति एव. अत्र अम्बशब्दस्य अर्थः कः इति पश्यामश्चेत्, अम्ब्यते स्नेहेन उपगम्यते, अम्ब्यते स्नेहेन उपगम्यते. एतावता अम्ब इति ह्रस्वरूपं सम्बोधन प्रथमान्तं रूपम्. उत्तिष्ठति वदतु पुनः. उत्तिष्ठति इति स्था इति मूलधातुः अस्ति. स्था इति धातोः तिष्ठ भवती तत् सूत्रम् उक्तवती, अहं न जानामि तत् सूत्रं. परन्तु उत्तिष्ठति उत् उपसर्गपूर्वकः स्था धातोः लट्लकारे उत्तिष्ठति इति रूपं भवति. स्था धातोः तिष्ठति इति भवति क्षितिपरे अस्ति चेत् अहं लिखितवती अतः वदामि. तस्य तिष्ठति इति रूपं भवति क्षितिपरे अस्ति चेत्, अतः उत् इति उपसर्गः भवति, तस्य अन्तिमरूपम् उत्तिष्ठति इति भवति, वेकिङ्ग् अप् इति इति अर्थेन. उत्तमम्. अत्र वत्स वत्स इत्युक्ते भवत्याः चिन्तनं किम्? वत्स पुत्र, वत्स इति वस्तुतः वत्स इत्युक्ते गोशिशुः इति अर्थः अपि अस्ति, किन्तु अत्र वत्स इत्युक्ते सम्बोधनमस्ति. उषः कालः इति पदमस्ति अस्मिन् प्रसङ्गे, भवती यद् जानाति तद्वदतु. उषः कालः इति प्रातः समयः, उषायाः कालः. अत्र समस्तपदम् अस्ति, किन्तु उषः इति पदं कीदृशं पदं, प्रातिपदिकं किम्? उषः इति चिन्तयामश्चेत् तत्र सकारान्तपदम्. भवती जानाति खलु मनः शब्दः, तथा एव उषः, तत्र मनः शब्दस्य प्रातिपदिकं मनस्, तथा एव अत्र उषः शब्दस्य प्रातिपदिकम् उषस्. किञ्चित् रूपाणि पुनः स्मारयतु. मनः शब्दस्य वा उषः शब्दस्य? मनः वत् उषः उषस्, मनः मनसि मनांसि, तादृशम् उषः उषसि उषांसि. द्वितीया उषः उषसि उषांसि, प्रथमा द्वितीया समानेव. अग्रे वदामि वा तृतीया? किञ्चित् वदतु. उषसा उषोभ्याम् उषोभिः, उषसे उषोभ्याम् उषोभ्यः, उषसः उषोभ्याम् उषोभ्यः, उषसः उषसोः उषसः उषसोः उषसाम्, उषसि उषसोः उषस्सु. उत्तमम्. सः उषसि उषांसि सम्बोधनम्. उत्तमम्. अत्र सप्तमी विभक्ति बहुवचनं पश्यामश्चेत् रूपद्वयं सिद्ध्यति. उषस्सु इति एकं रूपम्, उषः सु इति अन्यत् रूपम्. मनः शब्दवत् रूपाणि भवन्ति. मनस्सु इति एकं रूपं, मनः सु इति रूपमपि अस्ति. उषः इत्यस्य अर्थः कः इति पश्यामश्चेत्, ओषति नाशयति अन्धकारम्, ओषति नाशयति अन्धकारम् इति उषः. उषः कालः इत्यस्मिन् कर्मधारयसमासः भवितुमर्हति. अत्र उषः कालः इत्युक्ते प्रातःकालः. प्रातःकाले यत् ओदनं वयं स्वीकुर्मः तस्य नाम प्रातराशः. प्रातराशः इत्युक्ते ब्रेक्फास्ट्. प्रश्नः, तत्र उषा इति स्त्रीलिङ्गे दीर्घ आकारः अपि अस्ति, तर्हि उषःकाले एव स्वीकरणीयं वा, उषाकाले इति वक्तुं न शक्नुमः वा? न, अत्र प्रातिपदिकम् उषस् अस्ति, किन्तु तत्र स्त्रीप्रत्ययस्य योजनेन अन्ते उषा इति रूपं सिद्ध्यति. तत्र टाप् डाप् चाप् इति त्रयः प्रत्ययाः सन्ति, तेषु अन्यतमः प्रत्ययः उषा इति पदस्य अन्ते आयाति इति कृत्वा स्त्रीलिङ्गरूपं सिद्ध्यति. किन्तु मूलप्रातिपदिकं तु उषस् एव. कालस्य विषये आगच्छति चेत् यथा काले, तत्र तु उषः काले इति एव भवनीयं वा? उत्तमं. कालः इति पुंलिङ्गशब्दः अस्ति, किन्तु उषः कालः इति समस्तपदमस्ति. आम् इति कृत्वा इत्युक्ते तत्पुरुषसमासस्य प्रभेदः एव कर्मधारयः. इत्युक्ते परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण तत्पुरुषसमासस्य प्रसङ्गे परशब्दवत् सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा, कालशब्दः पुंलिङ्गशब्दः अस्ति इति कृत्वा अत्र उषः इति पुंलिङ्गशब्दः भवति इति मम चिन्तनम्. अस्तु भगिनि. उषस् इति सकारान्तशब्दः अस्ति इति कृत्वा तत्रापि सकारस्य विसर्गः भवति इति अपि चिन्तयितुं शक्नुमः वा? भगिनि, उषा सूर्यस्य पत्नी. Oh, yeah, wow. There is another story to it. There is an asura stree called Bana. And she saw a dream of a princess in her dream, and then she was passionately enamored by him. So she sought the assistance of her friend Chitralekha, who advised her to have with her the portraits of all young princes around her. When all the princes' portraits were assembled, she recognized Aniruddha among them, and then she goes to the city where Aniruddha is a prince and marries him in the early morning before the Pratha. And the daughter born out of them is called Usha. उत्तमं शुभदा भगिनी अत्र पश्यतु उषःकाले इति रूपं किम् उषःकाले इति विसर्गसन्धिः अस्ति भगिनि इत्युक्ते विभक्तिः का ओके विभक्ति सप्तमी विभक्ति एकवचनम् उषःकालः इति पुल्लिङ्गपदं भवति कर्मधारय तत्पुरुषसमासः अस्ति इति कारणेन कालः इति पुल्लिङ्गपदं भवति अतः उषःकालः अपि पुल्लिङ्गपदं भवति तस्य सप्तमी विभक्ति एकवचनम् उषःकाले इति भवति ये ये विसर्गसन्धेः प्रसङ्गे जानन्ति ते सर्वे जानन्ति एव अत्र उषःकालः इत्यस्मिन् पदे तत्र कुप्पोः कः पौ च इति एकं सूत्रमस्ति इत्युक्ते विसर्जनीयस्य सः खरि काखपापेतु विसर्गः इति सूत्रेण कुप्पोः कः पौ च सूत्रेण अत्र जिह्वामूलीयवर्णादेशं कृत्वा अन्यत् रूपमपि अत्र सम्भवति इत्युक्ते जिह्वामूलीयः इति माहेश्वरसूत्रेषु नास्ति इत्युक्ते जिह्वामूलीयवर्णस्य उच्चारणस्थानं जिह्वायाः मूलमस्ति किं वक्तुमिच्छामि इत्युक्ते अत्र लेखनसमये अर्धविसर्गोच्चारणं कृत्वा अन्यत् रूपमपि लेखितुं शक्नुमः इत्युक्ते जिह्वामूलीयवर्णः विशिष्टचिह्नेन लिखित्वा रूपं लेखितुं शक्नुमः विसर्गात् परतः ककारः अस्ति चेत् कुप्वोः कः पौ च इति सूत्रेण अर्धविसर्गोच्चारणं कृत्वा अन्यत् रूपमपि लेखितुं शक्नुमः किन्तु अत्र केवलं विसर्गसहितं रूपं लिखितमस्ति भगिनि तत् उच्चारणसमये उषःकाल इति उच्चारणं वा यतोहि जिह्वामूल्य अस्ति इति कृत्वा अत्र जिह्वामूलीयवर्णः नास्ति जिह्वामूलीयवर्णः अस्ति चेत् तत्र एकं विशिष्टं चिह्नं लिख्यते यु इङ्ग्लिश् यु बिलो दट् उल्टा यु विद् अ जॉइंट दट् इस् द सिंबल फॉर अर्धविसर्ग उत्तमम् इत्युक्ते तादृशं रूपम् अस्ति चेदेव इत्युक्ते एकेन विशिष्टचिह्नेन लिख्यते तादृशं रूपं लिखितमस्ति चेत् तत्र अर्धविसर्गोच्चारणं करणीयं किन्तु अत्र विसर्गसहितं रूपं लिखितम् धन्यवादः भगिनि भगिनि तादृश यु उल्टा यु चिह्नं पुस्तके न द्रष्टुं किल वी डोंट् सी दट् विकल्पेन एव विकल्पेन तत्र भगिनि वदतु सप्तमी विभक्ति बहुवचने उषस्सु अपि च उषःसु भवति तदपि वाशरी इत्यनेन वाशरी सुषकारः उत्तमम् अत्र तु अन्यत् रूपं वक्तुमिच्छामश्चेत् कुप्वोः कः पौ च इति दत्तमस्ति सूत्रे यत्र कुत्रापि सूत्रे च इति अस्ति चेत् तत्र अन्यत् रूपमपि सम्भवति इति अवगन्तुं शक्नुमः यथा अन्यतरस्यां तथा एव किन्तु च इत्यस्य बहवः अर्थाः सन्ति चिन्ता मास्तु एतावता अत्र विसर्गसहितं रूपं दत्तमस्ति साधु भगिनी धन्यवादाः अधुना गोमती भगिनी भवती करोतु आं करोमि अबालः सः कदा स्नाति माता प्रातः एव स्नाति बालः पृच्छति कृष्णः कदा स्नाति इति सः इति उक्तम् अत्र कृष्णस्य विषये सः कदा स्नाति सः इति तद् इति दकारान्तशब्दस्य प्रथमा एकवचनरूपं पुल्लिङ्गशब्दम् कदा इति प्रश्नवाचकशब्दः स्नाति स्ना धातु अदादिगणे अस्ति, स्नाति, स्नातः, स्नान्दि इति रूपाणि भवति. माता ऋकारान्त स्त्रीलिङ्गशब्दः, मातृशब्दस्य माता प्रथमाविभक्ति एकवचनरूपं, प्रातः अव्ययरूपम्, एव अव्ययं स्नाति, प्रातः एव स्नाति. माता उत्तरं ददाति कृष्णः प्रातः एव स्नाति इति. उत्तमरीत्या प्रतिपादितवती भगिनी. भगिनी, कृष्णस्य विषये अहं विष्णुसहस्रनामस्य शाङ्करभाष्य विस्तरणे दृष्टवती किञ्चित् वदामि. वदतु. कृष्णः इति पदस्य अर्थः कृषिः भूवाचकशब्दो, नश्च निवृत्तिवाचकः, विष्णुस्तद्भावयोगाश्च कृष्णो भवति शाश्वतः इति व्यासवच दिस् इस् इन् महाभारत उद्योगपर्वे अस्ति इति व्यासवचनात् सच्चिदानन्दात्मकः कृष्ण कृषिशब्दः सत्तावाचकः न आनन्दवाचकः. श्रीविष्णुः विष्णोः भावद्वयमस्ति, अतः सर्वदा कृष्ण इति विष्णोः नाम इति कृष्णस्य विषये महाभारते अस्ति. अनन्तरं कृशामि पृथिवीं पार्थ भूत्वा कार्षण्ययसो हलः, कृष्णो वर्णश्च मे यस्मात् तस्मात् कृष्णो अहमर्जुन. दिस् इस् आल्सो इन् महाभारतं शान्तिपर्वे. दट् इस् ऐ एम् ब्लाक् मेटालिक् लोहे से बना हुआ हल होकर पृथ्वी को ऐ एम् जोतता हूँ तथा मेरा वर्ण कृष्णः इसी महाभारते दत्तमस्ति. अतः कृष्ण इति भगवत्पादस्य वर्णनमस्ति कृष्णस्य विषये. अस्तु भगिनि, धन्यवादाः. किञ्चित् अवगतवती, किन्तु तस्मिन् प्रसङ्गे इतोपि द्रष्टव्यं. पुनः ध्वनिमुद्रणं श्रुत्वा किञ्चित् इतोपि अवगन्तुं शक्नोमि. एतावता अत्र स्नाधातुः यतः भगिन्या उक्तम् अदादिगणीयधातुः अस्ति, अदादिगणे धातु तिङ् प्रत्ययोः मध्ये किमपि नास्ति, तदर्थमेव स्नाति, स्नाति, स्नातः, स्नान्ति. किन्तु धातुः मूर्धन्यषकारादिधातुः शणा, किन्तु तत्र धात्वादेः शहसः इति एकं सूत्रमस्ति. तेन सूत्रेण शणा इत्यस्मिन् मूर्धन्यषकारः अस्ति खलु, सः षकारः दन्त्यसकारः भवति. अयं धातुः शौचे इत्यस्मिन् अर्थे अस्ति. स्नाधातुः शौचे इत्यस्मिन् अर्थे स्नाधातोः रूपमेव स्नानम्, स्नानम् इति ल्युडन्तपदम्. स्नाता, स्नाता इत्युक्ते तत्र तृच् प्रत्ययान्तरूपं स्नाता भवति, इत्युक्ते तस्य प्रातिपदिकं स्नातृ अस्ति. स्नातुम् इति तुमुन्नन्तं रूपं, स्नातक इति पदमपि अस्ति, स्नातकपदमपि स्नाधातोः रूपमेव. तथा एव एकम् अन्यत् पदमस्ति निष्णातः. निष्णातः इति पदं पूर्णतया भिन्नं पदं, तत्र निष्णातः नितरां स्नाति इति निष्णातः इति दत्तमस्ति. निष्णातः इति पदमपि स्नाधातोः रूपमेव. किन्तु भगिनी भवती वदतु, स्नाति इति लट्लकाररूपम् अस्ति, किन्तु निच् प्रत्ययं योजयामश्चेत् तस्य रूपं किं भवति? प्रेरणार्थे स्नापयति. अरुणा भगिनी वदतु, स्नापयति पूगागमः केन सूत्रेण भवति? वदतु. न स्मरामि भगिनि. चिन्ता मास्तु. अत्र अर्ति ह्रीव्लि क्नूयि क्ष्मायातां पुङ्नौ इति एकं सूत्रमस्ति. पुङ्नौ इति कथनेन पुक् आगमः भवति निच् प्रत्यये परे आकारान्तधातुषु. स्नाधातुः दीर्घ आकारान्तधातुः, अतः पुक् आगमः भवति इति कृत्वा स्नापयति, दा दापयति इति रूपाणि भवन्ति. स्नापयति इति णिजन्तरूपम्। उत्तमं गीताञ्जलि भगिनी, भवती करोतु अग्रिमं वाक्यं। धन्यवादाः भगिनी। बालः वदति, अम्ब कृष्णः कदा धेनुः चारयति? बालः तु बाल अकारान्तपुंलिङ्गपदं प्रथमाविभक्ति, अम्ब अपि सम्बोधन अम्बा दीर्घ, कृष्णः कदा धेनुः चारयति, चारयति चर् धातुतः चुरादिगणे अस्ति। न न न भगिनी, अत्र चुरादिगणे नास्ति, चर् धातोः रूपमेव, किन्तु णिच् प्रत्ययस्य योजनेन चारयति इति रूपं भवति। साधारणतया चर् इति धातुः अस्ति चेत् लट्लकाररूपं किं भवति? चरति। चरति। णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं कथं भवति? नूतनधातोः रूपं किम्? चारि। उत्तमं, चारि, चारि इत्यस्मात् चारयति इति रूपम् अस्ति। अस्मिन् वाक्ये कर्मपदं किम्? धेनुः इति तु द्वितीयविभक्ति बहुवचनरूपम्। उत्तमम्। अत्र धेनुः इति पदस्य अर्थः कः इति पश्यामश्चेत्, नवप्रसूतिका गौः, नवप्रसूतिका गौः एव धेनुः, नवप्रसूता गौः इत्युक्ते सवत्सायां गवी। गौः क्षीरं ददाति इत्युक्ते वत्ससहिता गौः, वत्ससहिता गौः एव धेनुः, सवत्सा गौः एव धेनुः, अथवा या गौः क्षीरं ददाति सा एव धेनुः। भवती एकवारं वदतु धेनुशब्दस्य रूपाणि द्वितीयाविभक्तिपर्यन्तम्। द्वितीयविभक्तिरूपं धेनु तु उकारान्त अस्ति, धेनुः धेनु धेनवः, धेनुं धेनू धेनुः। उत्तमम्। अत्र धेनुः इत्युक्ते गौः, किन्तु गौः इति शब्दः ओकारान्तशब्दः, तस्य रूपाणि गौः गावौ गावः, गां गावौ गाः, गवा गोभ्यां गोभिः, गवे गोभ्यां गोभ्यः, गोः गोभ्यां गोभ्यः, गोः गवोः गवां, गवि गवोः गोषु इति रूपाणि भवन्ति। तानि रूपाणि अपि किञ्चित् विशिष्टानि, तदर्थं पुनः पुनः पठनीयानि। वदतु भगिनि, गौः तु द्विलिङ्गपदं भवति, द्विलिङ्गशब्दः, पुल्लिङ्गे अपि गौ, इट् केन् बि अ आक्स्, एण्ड् स्त्रीलिङ्गे अपि गौ, इट् केन् बि अ कौ आल्सो, वेरस् धेनु इति स्त्रीलिङ्गे एव भवति, धेनु मीन्स् इट् इस् ओन्ली फेमिनैन् कौ, whereas gauh can be either that or this according to the sandarbha we can according to the context we can understand. Saha vishayah sadhu. Uttamam bhagini, uttamam vishayam smaritavati. Atra itopi kim gnyatavyam ichukte charathatoh rupameva charati kintu nich pratyasya yojanena charayati. Atra anyah vishayah asti, charayati इति परस्मैपदिरूपम् अस्ति, चारयते इत्युक्ते आत्मनेपदिरूपम् अपि अस्ति, इत्युक्ते अत्र णिचश्च इति एकं सूत्रमस्ति, णिचश्च इति सूत्रेण अत्र आत्मनेपदिरूपमपि सम्भवति, इत्युक्ते णिजन्तशब्दाः उभयपदिनः भवन्ति इति कृत्वा चारयति रूपम् अस्ति, चारयते रूपमपि अस्ति। किन्तु अत्र चारयति इति परस्मैपदिरूपं किमर्थं दत्तमस्ति इति प्रश्नः उदेति, इत्युक्ते चारयते इति आत्मनेपदिरूपं यत्र आयाति तत्र एकः विषयः ज्ञातव्यः, कर्त्रभिप्राये क्रियाफले णिजन्ताः आत्मनेपदिनः भवन्ति इति नियमः अस्ति, इत्युक्ते क्रियायाः फलं कर्तारं प्रति गच्छति चेत् एव आत्मनेपदि रूपं वक्तव्यम्, इत्युक्ते क्रियायाः फलं कर्तारं प्रति गच्छति चेदेव आत्मनेपदिरूपं वक्तव्यम् इति नियमः अस्ति इति कृत्वा अत्र तादृशी स्थितिः नास्ति इति इत्यनेन अत्र चारयति रूपं दत्तमस्ति किन्तु निचश्च इति सूत्रेण चारयते इति रूपमपि अस्ति इति मुख्यविषयः धन्यवादः भगिनी अधुना शोभा भगिनी भवती करोतु आं भगिनि तत्र माता वत्स प्रातराशानन्तरं धेनुः चारयति तत्र माता वदति प्रातः अशनम् इति पदम् अशान् वदामि तस्मिन् प्रसङ्गे अत्र पदविच्छेदं कुर्मः चेत् प्रातर्योगः अशः वा प्रथमं पदमस्ति प्रातराशः इति एकं पदम् अनन्तरम् इति अन्यत् पदमस्ति तत्र सन्धिं कुर्मः चेत् प्रातराशानन्तरम् इति समस्तपदं भवति प्रातराशः इत्युक्ते तत्र प्रातराशः इत्यस्मिन् तालव्यशकारः अस्ति इत्युक्ते अत्र अश् इति एकः धातुः अस्ति भवती जानाति एव अश् धातोः रूपं क्रियादिगणे अस्ति चेत् तस्य रूपं किं भवति अश्नाति उत्तमम् अश्नाति अश्नाति इति वदतु भोजने इति अश्नाति क्रयादिगणे अस्ति इति कृत्वा तत्र विकरणप्रत्ययः श्ना इति ना इति भूत्वा मध्ये आगच्छति उत्तमम् एतावता अश् धातुः भोजने इत्यस्मिन् अर्थे क्रियादिगणे अस्ति तस्य रूपम् अश्नाति अशनम् इति ल्युडन्तपदमस्ति अशनम् इत्युक्ते भोजनं किन्तु अश् धातोः रूपमेव आशः इति पदमस्ति प्रातराशः एतावता प्रातराशः इति ब्रेक्फास्ट् प्रातःकालीनभोजनम् अथवा प्रातःकालिकभोजनं प्रातःकालीनभोजनम् इति भवति अत्र प्रातर् इति प्रातिपदिकम् अस्ति भगिनि प्रातर् इति अव्ययम् अव्ययस्य प्रातिपदिकं यदा प्रातर् इति पदस्य परे अश् अस्ति किल तत्र अकारः आगच्छति चेत् तत्र वर्णमेलनमेव भवति अतः प्रातराशानन्तरम् इति भवति प्रातराशः योगः अनन्तरम् अनन्तरम् इति पदस्य प्रसङ्गे अपि तत्र नैसमासः अस्ति न अन्तरम् अनन्तरं तत्र एकदा श्रुतवती नन्तरम् इति असाधुरूपम् अस्ति इति तत् नन्तरमपि नै नै समास इति तु न जानामि किन्तु विरुद्धार्थकपदम् एव अस्ति किल न अन्तरम् इति अतः नन्तरम् इति अशुद्धम् इति अनन्तरम् एव भवनीयम् इति पठितवती उत्तमम् अनन्तरम् इत्युक्ते नास्ति अन्तरं यस्य तत् इत्युक्ते नास्ति व्यवधानं यस्य तत् व्यवधानं नास्ति यस्य परे नास्ति व्यवधानं यस्य तत् इति अग्रिमं वाक्यमपि करोतु तत्र बालः वदति सः कदा भुङ्क्ते इति तत्र कदा तु अव्ययपदं भुङ्क्ते इति भुज् धातुतः आगतः पदं भुङ्क्ते इति आत्मनेपदी उभयपदी अस्ति धातोः रूपद्वयं भुङ्क्ते इति आत्मनेपदे पदी पदं रूपाणि भुङ्क्ते भुञ्जाते भुञ्जते इति भवन्ति अपि च भुज् इति तत्र तु रुधादिगणीयधातुः अत्र भुङ्क्ते इति दत्तमस्ति किन्तु परस्मैपदिरूपं किं भवति परस्मैपदिरूपं भवति चेत् भुनक्ति इति भवति भुनक्ति भुङ्क्तः भुञ्जन्ति इति रूपाणि भवन्ति अत्र किमर्थम् आत्मनेपदिरूपमेव दत्तमस्ति इति प्रश्नः अत्र न जानामि किमर्थम् आत्मने इति स्वस्य कृते किल अत्र इतोपि एकः विषयः अस्ति, तत् किम् इत्युक्ते साधारणतया भुजो नवने इति एकं सूत्रमस्ति, भुजो नवने इति सूत्रेण अत्र आत्मनेपदिरूपं दत्तमस्ति. इत्युक्ते किम् इति पश्यामश्चेत्, यथा भवत्या उक्तं भुज् धातुः उभयपदी, परस्मैपदिरूपं भुनक्ति, आत्मनेपदिरूपं भुङ्क्ते. किन्तु धातोः अर्थं पश्यामश्चेत् पालनाभ्यवहारयोः इति, पालन अभ्यवहारयोः इति, पालनम् इत्यस्मिन् प्रसङ्गे परस्मैपदिरूपं योजनीयम्. अभ्यवहारविषये, अभ्यवहारः इत्युक्ते भोजनम्, अभ्यवहारः इत्यस्य अर्थः तु भोजनम् इति अर्थः अस्ति. यत्र भोजनम् अथवा ओदनम् इति अभ्यवहारविषयः अस्ति, तस्मिन् प्रसङ्गे आत्मनेपदिरूपम् एव प्रयोक्तव्यम् इति नियमः अस्ति. तस्मिन् प्रसङ्गे भुजो नवने इति सूत्रमस्ति. उदाहरणार्थं वाक्यं वदामश्चेत्, राजा राज्यं भुनक्ति, राजा महीं भुनक्ति, महीं भुनक्ति इत्युक्ते धातुः सकर्मकधातुः, तदर्थमेव राजा राज्यं भुनक्ति इति साधु अथवा महीं भुनक्ति साधु. अत्र ओदनं भुङ्क्ते अथवा आहारं भुङ्क्ते. अत्र अभ्यवहारप्रसङ्गे, भोजनप्रसङ्गे आत्मनेपदिरूपमेव वक्तव्यम्. अपि च धेनुचारणानन्तरम् अग्रिमं वाक्यं करोतु. माता वदति सः धेनुचारणानन्तरं भुङ्क्ते इति. तत्र धेनुः, पूर्वं तु दृष्टवन्तः धेनुः चारयति इति, तत्र समस्तपदं धेनुः कथं विभजनं भवति इति न जानामि सम्यक्तया. धेनुः चारणम् अनन्तरम् इति अस्ति, धेनोः, धेनोः चारणम् अथवा धेनूनां चारणम्, धेनूनाम् अस्तु. अत्र षष्टि तत्पुरुषसमासः भवति, धेनूनां चारणम्. अत्र चर् धातोः साधारणल्युडन्तरूपं चरणं, किन्तु चर् धातुतः णिच् योजयित्वा ल्युट् प्रत्ययस्य योजनेन चारणम् इति भवति. चरणम् एकं पदं, चारणं, चारणम् इत्यस्मिन् तत्र नूतनधातोः निर्माणम् अभवत्, चारि इति आतिदेशिकधातुः, नूतनधातुः चारि अस्ति. चारि धातुतः ल्युट् प्रत्ययस्य योजनेन चारणं, धेनूनां चारणस्य अनन्तरं. प्रेरणार्थे निच्, निच् उत्तमम्. अपि च अत्र तस्मात् पूर्वम् इति वक्तव्यम्, इत्युक्ते पूर्वम् इति पदस्य, तस्मात् पूर्वं पञ्चमी विभक्तेः प्रयोगः भवति. किन्तु अनन्तरम् इति वदामश्चेत् तस्य अनन्तरम् इति वक्तव्यम्, इत्युक्ते धेनुचारणस्य अनन्तरम् इति अर्थः अत्र. इत्युक्ते अनन्तरम् इति पदं योजयित्वा वाक्यं निर्मातुम् इच्छामश्चेत् तस्य अनन्तरम् इति वक्तव्यं. किन्तु पूर्वम् इति पदं योजयित्वा वक्तुम् इच्छामश्चेत् तस्मात् पूर्वं पञ्चमी विभक्तेः प्रयोगः भवति. अपि च भवती जानाति एव अत्र भुङ्क्ते इत्यस्मिन् परसवर्णादेशः भवति, किञ्चित् वदतु. हा, तत्र भुङ्क्ते प्रथमं तु तत्र अनुस्वारः, अनुस्वारस्य स्थाने नकारादेशः, कवर्गीय अनुनासिकवर्णः. तत्र पदं पदस्य अन्ते नास्ति, पदस्य मध्ये अस्ति इति कृत्वा अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने नकारः आदेशः भवति. उत्तमम्. अत्र अपदान्त, अपदान्तनकारस्य स्थाने तत्र नश्चापदान्तस्य झलि इति सूत्रेण अपदान्तनकारस्य स्थाने अनुस्वारादेशः भवति. तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने कवर्गीय अनुनासिकवर्णादेशः अभवत्. साधु भगिनी, उत्तमं. सुजाता भगिनी भवती करोतु. आं भगिनी, बालः कृष्णः कदा विश्राम्यति? बाल विश्राम्यति इस् वि उपसर्ग अस्ति, श्रम धातु अस्ति, घय् प्रत्यययोजनेन विश्रामः इति पदम् अत्र श्रामः नास्ति, विश्रामयति निजन्तपदम् अस्ति, निजन्तं नास्ति अत्र, विश्राम्यति विश्राम्यति इति तिङन्तपदम् अथवा क्रियापदम् अस्ति, यथा भवत्या उक्तं वि उपसर्गपूर्वकः श्रम् धातोः रूपमेव, किन्तु अत्र एकं विशिष्टं कार्यम् अस्ति, अत्र श्रम् धातुः दिवादिगणे अस्ति, दिवादिगणे श्रम् धातुः अस्ति चेत् तत्र श्यमामष्टानां दीर्घः श्यमामष्टानां दीर्घः श्यनि इति सूत्रेण श्रम् धातोः रूपं दीर्घत्वं भवति इति कृत्वा श्राम्यति भवति क्रियापदं पश्यति चेत् श्राम्यति इति क्रियापदं पश्यति चेत् परिशीलयति चेत् तत्र या श्रूयति इत्युक्ते इति कृत्वा भवति तनादिगणे अस्ति या कस्मिन् गणे श्रूयते दिवादिगणे एव आकृतिः दिवादिगणे एव श्रूयते इति कृत्वा श्रम् धातोः रूपं श्राम्यति इति भवति इत्युक्ते चतुर्थः गणः दिवादिगणः दिवादिगणे एव विकरणप्रत्ययस्य आकृतिः या श्रूयते किन्तु अत्र धातोः दीर्घत्वं शमामष्टानां दीर्घः शनि इत्यनेन भवति अपि च अत्र अपराह्णे वने रूपं किम् अपराह्णे वने सप्तमी विभक्ति सप्तमी विभक्ति प्रथमान्तं रूपं किम् अपराह्णः इत्युक्ते दिनस्य शेषभागः अत्र अपराह्णः इति पदस्य प्रसङ्गे बहु किमपि ज्ञातव्यम् इदं पदं समस्तपदमस्ति एतादृशानि पदानि अन्यानि अपि सन्ति कथम् इत्युक्ते पूर्वाह्णः अपराह्णः मध्याह्नः पूर्वाह्णः अपराह्णः मध्याह्नः इत्यादीनि अन्यानि पदानि अपि सन्ति तत्र एकं सूत्रमस्ति पूर्व अपर अधर उत्तर एकदेशिना एकाधिकरणे पूर्वापराधरोत्तरमेकदेशिना नौकाधिकरणे इति सूत्रमस्ति तेन सूत्रेण अत्र एकदेशिसमासः भवति इत्युक्ते तत्पुरुषसमासस्य प्रभेदः षष्टितत्पुरुषसमासस्य अपवादः अस्मिन् पदे प्रथमातत्पुरुषसमासः अस्ति इति केचन वदन्ति प्रथमातत्पुरुषसमासः इति नास्ति केवलं किं वक्तव्यम् इत्युक्ते षष्टितत्पुरुषसमासस्य अपवादः इति वक्तव्यं किन्तु अपराह्णः इत्यस्मिन् पदे विग्रहवाक्यं कथं भवति इत्युक्ते अह्णः अपरम् इत्युक्ते अह्णः अपरभागः एव अपराह्णः मध्याह्नः इति वदामश्चेत् अह्णः मध्यभागः पूर्वाह्णः इत्युक्ते अह्णः पूर्वभागः एतावता अत्र अपराह्णः इति पदमस्ति अपराह्णः इति पदस्य विग्रहवाक्यं वक्तुमिच्छामश्चेत् अह्णः अपरभागः इत्युक्ते दिनस्य शेषभागः दिनस्य अपरभागः इति वक्तुं शक्नुमः षष्टितत्पुरुषसमासस्य अपवादः इति वक्तव्यम् अहन् शब्दः नकारान्तशब्दः भवती वदतु अहन् शब्दस्य रूपाणि अहः अहनि अहानि उत्तमं प्रश्नं पृच्छतु अहः मीन्स् दिवसः किल अपर अहः अहः तस्य षष्टिरूपं अह्नः षष्टिरूपम् इतोपि किं ज्ञातव्यम् इत्युक्ते अहन् इति नकारान्तशब्दः नकारान्तशब्दस्य रूपाणि अहः अहनी अहानि तत्र द्विवचने रूपद्वयं दत्तमस्ति किन्तु एतावता यानि यानि विग्रहवाक्यानि मया उक्तानि तेषु अह्नः इति कथनेन षष्टिविभक्तिरूपम् अहम् उक्तवती अह्नः इति पञ्चमीरूपमपि भवितुमर्हति षष्टिरूपमपि भवितुमर्हति किन्तु विग्रहवाक्यप्रसङ्गे अह्नः अपरभागः अह्नः अपरम् इति विग्रहवाक्यं भवति तत्र अह्नः इति शब्दस्य रूपं षष्टिविभक्तिरूपं वक्तव्यम् केचन प्रथमातत्पुरुषसमासः इति वदन्ति किन्तु षष्टितत्पुरुषस्य अपवादः अयम् इति वक्तव्यं भवति एतावता तत्पुरुषसमासयुक्तं पदम् इदम् कृष्णः अपराह्णे वने विश्राम्यति उत्तमं भगिनि भूमा भगिनी भवती करोतु अग्रिमं वाक्यम् अन्य एक संशयः अस्ति ह एन द्विवर्णस्य संयोगः भवति चेत् संस्कृतभाषायां वयम् अर्धम् उच्चारणं कर्तुं किल करोति किल तस्य अर्ध एव लिखामः अपि लेकिन् अह्नः इत्युक्ते अण् देन् हाकम्स् नो सम् रूल् इस् ऐ बिलीव् इत्युक्ते अहं सूत्रं न जानामि किन्तु उच्चारणं कथं भवेत् अत्र लेखनप्रसङ्गे कथं लिख्यते किन्तु उच्चारणप्रसङ्गे कथम् उच्चारणीयम् इति तत्र किञ्चित् वैशिष्ट्यम् अस्ति अह्नः इति न वक्तव्यम् अह्नः इत्येव वक्तव्यं भवति इति तत्र एकः स्मर्तव्यः अंशः भूमा भगिनी अग्रिमं वाक्यं करोतु शीघ्रं समापयामः अस्तु बालः अम्ब स कदा गृहम् आगच्छति बालः पृच्छति मातरं प्रति अम्ब सः कृष्णः कदा गृहम् आगच्छति गृहं द्वितीयविभक्ति कर्मपदमस्ति आ उपसर्गपूर्वकः गम् धातु सकर्मक इत्यनेन गृहं द्वितीयविभक्ति अस्ति उत्तमरीत्या प्रतिपादितवती सूर्यकुमारी भगिनी गम् धातुतः एकः प्रश्नः स्था धातु कस्मिन् गणे अस्ति स्था धातु तिष्ठति स्था धातोः रूपं हा न तिष्ठति रूपमस्ति कस्मिन् गणे भुवादिगणे भुवादिगणे स्थागतिनिवृत्तौ इत्यस्मिन् अर्थे उत्तमम् अत्र सूर्यकुमारी भगिनी भवती वदति गम् धातुतः गच्छति कथम् आयाति धात् आदेशः भवति चिन्ता मास्तु विमला भगिनी भवती जानाति चेत् वदतु उपदेशे अच् अनुनासिक इति सूत्रेण अन्तिमवर्णस्य लोपः भवति गमीशमीयमी इति किमपि सूत्रमस्ति सर्वे शृण्वन्तु विमला भगिनी एव वदन्ती अस्ति वदतु भगिनी उपदेश स्वरलोपानन्तरं मकारस्य चकारः भवति तत्पश्चात् छेच्छः इति अन्यत् सूत्रमस्ति तत्कारणेन तत्र तकारादेश भूत्वा तकारस्य छकारः भूत्वा गच्छ इति भवति एतावत् जानामि भगिनि उत्तमं किं ज्ञातव्यम् इत्युक्ते गम् लू इति एव वक्तव्यम् एकं करपत्रं प्रेषितवती तत्र लु इति न उच्चारणीयम् किमर्थम् इत्युक्ते लुकारः स्वरवर्णः तस्मिन् रेफस्य अंशः नास्ति अथवा ऋकारस्य अंशः नास्ति तदर्थं केवलं लु एव वक्तव्यं लु इति स्वरवर्णः इति वयं ज्ञातवन्तः गते सप्ताहे अहम् एकं करपत्रं प्रेषितवती अत्र गम् लु इति धातुः उपदेशावस्थायाम् अस्ति यथा भगिन्या उक्तं लुकारः अनुनासिकलुकारः इत्युक्ते स्वरवर्णेषु अष्टादशप्रभेदाः सन्ति, किन्तु लुकारे द्वादशप्रभेदाः एव सन्ति. अनुनासिकलुकारः अस्ति, सः लुकारः अनुनासिकवर्णः अस्ति इति कृत्वा उपदेशे जनुनासिकै तस्य लोपः इत्याभ्यां सूत्राभ्यां लुकारस्य लोपः भवति. तेन लौकिकधातुः गम् एव तिष्ठति. गम् इत्यस्मात् तत्र इषु गमि यमां छः इति सूत्रेण छकारादेशः भवति. भवति चेत् तत्र गच्छ भवति. गच्छ इत्यस्मिन् तत्र इतोपि कार्यम् अस्ति, इत्युक्ते छेच इति एकं सूत्रमस्ति. छेच इति तुगागमसन्धेः सूत्रं. तुक् आगमः, तुक् तुक् इत्युक्ते तकारः आयाति. तुक् इति कथनेन तुक् कित् अस्ति. कित् इत्युक्ते आद्यन्तौ टकितौ इति परिभाषासूत्रेण तत्र तकारस्य आगमः भवति. तेन गच्छ इत्यस्मिन् छकारात् पूर्वं तकारः आयाति. तेन गच्छ गच्छ इति रूपं सिद्ध्यति. तदनन्तरम् एकम् अन्यत् कार्यमस्ति, स्च्युत्वसन्धिः. स्च्युत्वसन्धिः इत्युक्ते स्च्युत्वं भवति, इत्युक्ते चकारस्य प्रभावेण परवर्णः चकारः अस्ति. चकारस्य प्रभावेण तत्र तकारस्य स्थाने चकारः आयाति. स्तोः स्चुनाश्चुः इति एकं सूत्रमस्ति. स्तोः स्चुनाश्चुः इति सूत्रेण तत्र तकारस्य स्थाने चकारः आयाति इति कृत्वा गच्छति इति रूपं सिद्ध्यति. एतावता आगच्छति इत्यस्मिन् आ इति उपसर्गः अस्ति इति विषयः. मास्तु शब्दस्य प्रसङ्गे गते सप्ताहे वयं किञ्चित् ज्ञातवन्तः. मायोगः अस्तु इति वयं दृष्टवन्तः. गृहं शब्दस्य प्रसङ्गे वदतु अत्र विमला भगिनी. अत्र गृहं शब्दस्य बहुवचनरूपं किं? गृहाणि. गृहाणि. तत्र णत्वं किमर्थं भवति? ऋकार ऋषाभ्यां नूनः इति. गृहाणि. अत्र किं वक्तव्यम् इत्युक्ते रषाभ्यां नोणः अट्कुप् वाङ्नुं व्यवायेपि एतानि सूत्राणि सन्ति एव, किन्तु अत्र रेफकारणात् अथवा षकारस्य प्रभावेण नत्वं न भवति, किन्तु विभक्तौ इति न. अत्र पश्यतु भगिनि, रषाभ्यां नोणः अट्कुप् वाङ्नुं व्यवायेपि इत्याभ्यां सूत्राभ्यां नत्वं भवति एव. तादृशं चिन्तनम् अपि अत्र अपेक्षितं, किन्तु अत्र मुख्यविषयः तु गृहाणि इत्यस्मिन् पदे णत्वस्य कृते निमित्तं तु ऋकारः. ऋकारः निमित्तमस्ति. अस्मिन् गृहाणि इत्यस्मिन् पदे रेफः नास्ति एव, इत्युक्ते ऋकारः निमित्तमस्ति. तदर्थम् एकं वार्तिकमस्ति, रुवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकेन अत्र गृहाणि इत्यस्मिन् पदे अणत्वं भवति इति विषयः. किन्तु अत्र मध्ये व्यवधानमस्ति, ऋकारस्य अनन्तरं रुवर्णस्य अनन्तरं हकारः अस्ति, अपि च हकारस्य अनन्तरं दीर्घ आकारः अपि अस्ति. इत्युक्ते मध्ये व्यवधानमस्ति. मध्ये व्यवधानमस्ति चेदपि अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रस्य प्रसक्तिः अत्र अस्ति. इत्युक्ते व्यवधाने सत्यपि णत्वं भवति इति तत् सूत्रं वदति. अत्र हकारः अपि च दीर्घ आकारः एतत् वर्णद्वयम् अट् प्रत्याहारे अस्ति. वर्णद्वयम् अट् प्रत्याहारे हकारः अपि अस्ति, दीर्घ आकारः अपि अस्ति इति कृत्वा गृहाणि इत्यस्मिन् पदे ताभ्यां प्रसक्तिः अस्ति. किन्तु अत्र स्मर्तव्यः अंशः कः इत्युक्ते ऋकारस्य कारणेन एव णत्वं भवति, रुवर्णात् नस्य णत्वं वाच्यम् इति सूत्रेण एव भवति. अपि च अत्र श्वः इत्यस्य प्रसङ्गे वदतु. श्वः परं दिनं. उत्तमम्. अत्र अव्ययपदमस्ति, श्वः इति अव्ययपदमस्ति. किन्तु श्वः इति अस्य प्रसङ्गे एकं वाक्यं स्मर्तव्यं. श्वः कार्यमद्य कुर्वीत श्वः कार्यम् अद्य कुर्वीत इति प्रसिद्धं वाक्यमस्ति. तत्र कुर्वीत इति विधिलिङ्गकाररूपम् अस्ति. तत्र कृ धातुः उभयपदी धातुः अस्ति, किन्तु कुर्वीत इति रूपम् आत्मनेपदीरूपस्य विधिलिङ्गकाररूपमेव इति भवति. भविष्यति इति प्रसङ्गे किञ्चित् वदतु भगिनि, विमला भगिनि. भू भूधातुः इति चिन्तयामि, तस्य भूधातुः. उत्तमम्. अत्र किञ्चित् वदामि. भूधातुः अस्ति, एकं सूत्रमस्ति, स्यतासि लृलुटोः, स्यतासि लृलुटोः इति एकं सूत्रमस्ति. इत्युक्ते लृट् लकारप्रसङ्गे भविष्यत्काललकारः लृट् लकारः, लृट् लकारस्य प्रसङ्गे स्या इति लकारनिमित्तिकविकरणप्रत्ययः मध्ये आयाति सर्वत्र. भविष्यत्कालरूपेषु स्या इति लकारनिमित्तिकविकरणप्रत्ययः मध्ये आयाति. स्यतासि लृलुटोः इति सूत्रेण स्या इति विकरणप्रत्ययः मध्ये आयाति इति एकः विषयः. तदर्थमेव पास्यति, दास्यति, पठिष्यति, श्यति, श्यति इति रूपं तदर्थम् आयाति. किन्तु स्यति इत्यस्मात् षकारः, मूर्धन्यषकारः किमर्थम् आयाति इत्युक्ते, तत्र आदेशप्रत्ययोः इति सूत्रेण इण्कोः सूत्रस्य प्रसक्तिः अपि अस्ति. दन्त्यसकारस्य स्थाने तदनन्तरं मूर्धन्यषकारः आयाति, किन्तु स्यति इति लृट्लकाररूपेषु सर्वत्र आयाति. किन्तु लृट्लकारः आर्धधातुकलकारः, आर्धधातुकलकारेषु सर्वदा इडागमचिन्तनं भवति. इत्युक्ते मध्ये इकारः आयाति, इडागमचिन्तनं भवति इति कृत्वा भूधातुतः तत्र इकारः आयाति इति कृत्वा, इडागमः भवति इति कृत्वा इष्यति इति योजनीयम्. भूधातुतः प्रथमतया भूभो भवति. किमर्थमित्युक्ते तत्र क्षति इति सार्वधातुकप्रत्ययः नास्ति, आर्धधातुकप्रत्ययः. स्या इति आर्धधातुकप्रत्ययः, किन्तु सूत्रं किं वदति? सार्वधातुक आर्धधातुकयोः इति वदति. इत्युक्ते स्यति इत्यस्मिन् तत्र आर्धधातुकप्रत्ययः अस्ति चेदपि गुणः भूत्वा भू भो भवति. भू भो भवति चेत् तत्र पुनः यान्तमान्तादेशसन्धिः भूत्वा तत्र ओकारस्य स्थाने औ आयाति इति कृत्वा भविष्यति इति रूपम्. इत्युक्ते अत्र एतावता एकं सन्धिकार्यमस्ति, एचोयवायावः यान्तवान्तादेशसन्धेः कार्यमस्ति, अपि च स्यति स्यतासि लृलुटोः इति सूत्रेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति, अपि च इडागमः भवति. इडागमः भवितुम् अपि एकं सूत्रमस्ति, आर्धधातुकस्येड् वलादेः इति सूत्रमस्ति. इत्युक्ते अत्र स्यति इत्यस्मिन् सकारः वलादिवर्णः, वल्प्रत्याहारस्थवर्णः, वल्प्रत्याहारे सकारः अस्ति इति कृत्वा अत्र किं वक्तव्यम् इत्युक्ते, स्यति धातोः अनन्तरं स्यति रूपम् अस्ति इति कृत्वा, सकारः वलादिवर्णः अस्ति इति कृत्वा आर्धधातुकस्येड् वलादेः इति सूत्रेण इडागमः भूत्वा भविष्यति इति रूपं सिद्ध्यति. इत्युक्ते तत्र इडागमकार्यं भवितुं धातौ अपि आनुकूल्यं भवेत्, अपि च प्रत्यये अपि आनुकूल्यम् आवश्यकम्. इत्युक्ते प्रत्ययः कीदृशः भवेत् इत्युक्ते वलादिप्रत्ययः भवेत्. इत्युक्ते प्रत्ययस्य आदौ वल् प्रत्याहारस्थवर्णः भवेत् इति अत्र अस्ति. एतावता एतत् सर्वं व्याकरणविषयः. अरविन्दमहोदय, भवान् वदतु अग्रिमं वाक्यं. माता इदानीं निद्रां कुरु, ततः जागृहि, जागरणानन्तरं श्वः भविष्यति. तत्र निद्रां कुरु, निद्राम् इति कर्मपदमस्ति, कुरु इति मध्यमपुरुष एकवचनं, कृ धातु, जागृहि अहं न जानामि जागर्ति इति मालूम् है न जानामि जागृहि इति कथं जागृ लोट्लकार मध्ये निद्रा इत्यस्य प्रसङ्गे निद्रा इति पदं पश्यामश्चेत् तत्र एकः धातुः अस्ति द्रा धातुः द्रा धातोः कुत्सायां गतौ इत्यस्मिन् अर्थे द्रा धातुः अस्ति तस्य रूपमेव नि उपसर्गपूर्वकरूपं किन्तु तत्र एकः विशिष्टप्रत्ययः अस्ति इति कृत्वा निद्रा इति रूपं सिध्यति कुरु धातोः रूपमेव कुरु लोट्लकाररूपं जागृहि यथा भगिन्या उक्तं जाग्रधातुः जाग्रधातुः अपि बहुविशिष्टधातुः अस्ति जाग्रधातोः लट्लकाररूपं जागर्ति जागर्ति इति रूपम् अस्ति रूपं पश्यामश्चेत् जागर्ति इति कथनेन अन्ते ति अस्ति धातुः जाग्र अस्ति तत्र धातुतिङ्प्रत्ययोः मध्ये विकरणप्रत्ययस्य आकृतिः किमपि नास्ति जागर्ति इत्यस्मिन् विकरणप्रत्ययस्य आकृतिः नास्ति किन्तु अत्र एकः स्मर्तव्यः अंशः अस्ति जाग्र धातुतः जागर् जागर् इति रूपं सिध्यति कथञ्चित् इत्युक्ते तत्र कारणं किम् इति चिन्तनीयम् तत्र जाग्रधातुः निद्राक्षये इत्यस्मिन् अर्थे अस्ति जाग्र इति धातोः रूपं जागर् भवति कथं भवति इत्युक्ते साधारणतया भुवादिगणे वा भवतु अन्येषु गणेषु सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवति किन्तु जाग्रधातोः प्रसङ्गे एकं विशिष्टं सूत्रमस्ति जाग्रो विचिन्नल् नित्सु इति एकं सूत्रमस्ति तेन सूत्रेण विशिष्टसूत्रेण जाग्रो विचिण्णल् नित्सु इति सूत्रेण अत्र सार्वधातुकार्धधातुकयोः इति सूत्रं प्रबाध्य जाग्र धातुतः जागर् इति गुणः भूत्वा जागर् इति रूपं सिध्यति तत्र जाग्रधातुं पश्यामश्चेत् ऋकारान्तधातुः जाग्रधातुः ऋकारान्तधातुः इत्युक्ते ऋकारः इक् प्रत्याहारस्थवर्णः इत्युक्ते धातुः इगन्तधातुः किन्तु इगन्तधातुः अस्ति चेदपि सार्वधातुकार्धधातुकयोः इत्यनेन गुणः न भवति जाग्रो विचिन्नल् नित्सु इति सूत्रेण गुणः भवति विशिष्टकार्याणि भवन्ति इति कृत्वा जागर्ति इति रूपं सिध्यति लट्लकारे जागर्ति किन्तु अत्र जागृहि इति दत्तमस्ति अरुणा भगिनी भवती वदतु जागृहि इत्यस्य प्रसङ्गे हि किमर्थम् आयाति स्थाने हि आगच्छति अदन्ताङ्गम् अस्ति चेत् अतो हे अत्र लोपः भवति परन्तु अत्र अङ्गं ऋकारान्तम् अस्ति चेत् हि लोपः न भवति हि एव अवशिष्यति उत्तमम् इत्युक्ते तादृशं चिन्तनम् तत्र अस्ति इत्युक्ते लट्लकाररूपं जागर्ति किन्तु अत्र जागृहि इति रूपम् अस्ति अत्र अदादिगणे अनदन्तम् अङ्गं सिध्यति दशधातुगणाः सन्ति किन्तु चतुर्षु गणेषु एव अदन्तमङ्गं सिध्यति यत्र यत्र अदन्तमङ्गमस्ति तत्र हि रूपं न दृश्यते किन्तु यत्र यत्र अनदन्तम् अङ्गमस्ति तत्र सेर्ह्यपिच्छ इति सूत्रेण हि आदेशः यथावत् तिष्ठति किन्तु अदन्त अङ्गानि यत्र सिध्यन्ति येषु येषु गणेषु अदन्तमङ्गं सिध्यति तेषु गणेषु अतो हेः इति सूत्रेण हि इत्यस्य लोपः भूत्वा तत्र भिन्नं रूपं सिध्यति कथम् इत्युक्ते पठ् धातोः रूपं पठ एव तत्र अतो हेः इत्यस्य कार्यं भवति किन्तु अदादिगणः अदादिगणे अनदन्तमङ्गमस्ति इत्युक्ते जागृधातुः अदादिगणे अस्ति इति कृत्वा अनदन्तम् अङ्गमस्ति इति कृत्वा हि इति रूपं यथावत् तिष्ठति इति कृत्वा तस्य रूपं जागृहि अपि च जागरणं जागरणमिति लुडन्तरूपम् अस्ति जागरणस्य अनन्तरं जागृधातुतः लुट् प्रत्ययस्य योजनेन जागरणम् इति रूपं सिद्ध्यति. अपि च तत्र एकः विषयः अस्ति, अस्धातोः रूपम् अपि भविष्यति एव, भूधातोः रूपम् अपि भविष्यति एव. अग्रिमं वाक्यं पठतु. बालः इदानीमेव जागर्मि, इदानीमेव श्वः भवतु. अत्र इदानीमेव, अत्र वर्णमेलनम् अस्ति वा नो चेत् सन्धिकार्यम् अस्ति वा? इदानीम् एव सन्धिकार्यं नास्ति, वर्णमेलनमेव. वर्णमेलनमेव, उत्तमम्. पूर्वस्मिन् वाक्ये जागृही अस्ति, किन्तु अत्र जागर्मि अस्ति. इदं पदं कीदृशम्? अहं जागर्मि. उत्तमपुरुष एकवचनरूपं, लट्लकाररूपम्. अग्रिमं वाक्यं. माता वच्छ इदानीम् इदानीमेव, अद्य अद्य एव, ह्य ह्य एव, श्व श्व एव. अत्र अद्य श्वः ह्यः तेषां प्रसङ्गे किञ्चित् वदतु. अद्य अधुना, ह्य गतदिनं, श्वः आगामिदिनस्य. एतावत् अद्य इत्युक्ते वर्तमानं दिनं, श्वः श्वः इत्युक्ते अनागतं दिनम्. इदानीं पर्यन्तं न आगतम्, अनागतं दिनं श्वः. ह्यः इत्युक्ते गतदिनं. किन्तु एतानि पदानि अव्ययानि. अन्तिमं वाक्यं करोतु. बालः तर्हि इदानीं शीघ्रं निन्दां निद्रां करोमि. एतावता भवती एव वदतु. अत्र अग्रिमवाक्यस्य प्रसङ्गे अत्र किं लिखितमस्ति? अत्र तर्हि इदानीं शीघ्रं निद्रां करोमि. करोमि लट्लकार उत्तमपुरुष एकवचनं कृदातु. वदतु महोदय. अधुना शीघ्रम् अव्ययमस्ति वा? अव्ययमस्ति अत्र. शीघ्रम् इति यदि तर्हि प्रयोगं कुर्मः, किन्तु अत्र केवलं तर्हि इति एव लिखितमस्ति. तर्हि इदानीं शीघ्रं निद्रां करोमि. तत्र इदानीं वदतु. इदानीं अधुना. उत्तमम्. अस्मिन् काले, सम्प्रति इत्यादीनि पदानि सन्ति. शीघ्रं शीघ्रम् इत्यस्य प्रसङ्गे अन्यानि पदानि किञ्चित् वदतु. उत्तमं. झटिति झटिति, उत्तमं. शीघ्रम् इत्यस्य प्रसङ्गे त्वरितं, क्षिप्रं, सत्वरं, झटिति इत्यादीनि पर्यायवाचनः शब्दाः सन्ति. एतावता शीघ्रम् इत्युक्ते विलम्बं विना अथवा विलम्बेन विना. अत्र विना इति शब्देन सह द्वितीया विभक्तिः अथवा तृतीया विभक्तिः अपि साधु एव. इत्युक्ते विलम्बं विना, विलम्बेन विना इति रूपाणि साधु इति भवति. एकं प्रार्थना स्मरामि. यात्वरा द्रौपदी त्राणे, यात्वरा गजरक्षणे, मय्याप्ते करुणासिन्धो, सात्वरा क्व गदाहरे. अस्तु. यात्वरा, यात्वरा द्रौपदी त्राणे, हे कृष्ण द्रौपदी त्राणे तव त्वरा, तदेव द्रौपदी त्राणे यात्वरा गजरक्षणे, गजरक्षणे अपि भवान् त्वरा दर्शितः. मय्याप्ते करुणासिन्धो, हे करुणासिन्धो ममार्थे मय्याप्ते, क्व गता, कुत्र गतः, क्व गता. मय्याप्ते करुणासिन्धो सा त्वरा क्व गदा हरे, तव त्वरा कुत्र गतम् इति. उत्तमं. क्व इति प्रयोगः इत्युक्ते कुत्र श्लोकेषु दृश्यते. उत्तमं महोदय, धन्यवादाः. अत्र निद्रां करोमि इति, निद्राम् इति कर्मपदमस्ति. किमर्थं चेत् क्रूधातुः सकर्मकधातुः. एतावता वयम् उत्तमरीत्या चिन्तनं कृतवन्तः. सर्वेषां कृते बहु धन्यवादाः. अपि च अग्रिमे पुटे कानिचन वाक्यानि दत्तानि, तेषां प्रसङ्गे प्रश्नार्थकवाक्यानि वक्तव्यानि. भवन्तः सर्वे गृहपाठरूपेण अग्रिमं पुटं कुर्वन्तु। अग्रिमे सप्ताहे कक्षा न भविष्यति। जान्युवरि मासस्य सप्तमदिनाङ्के पुनः मिलामः। अधुना विरमामः।